पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 67 महेश्वर उवाच इति श्रुतं धर्ममुखान्मुद्गलो द्विजसत्तमः कथयित्वा ममाग्रे वै गदो यादृच्छिको मुने गोपिका चन्दनं यत्र तिष्ठदे वै द्विजोत्तम तद्गृहं तीर्थरूपं च विष्णुना भाषितं किल शोकमोहौ न तत्रास्तां न भवत्यशुभं क्वचिद् गोपिका चन्दनं यस्य तिष्ठदि द्विजसद्मनि सुखिनः पूर्वजास्तेषां सन्ततिर्वर्धते सदा गोपिका चन्दनं यस्य वर्तते हर्निशं गृहे गोपी पुष्करजा मृत्स्ना पवित्रा कायशोधिनी उद्वर्तनाद्विनश्यन्ति व्याधयो ह्याधयश्च ये अधो देहे धृतं पुंभिर्मुक्तिदं सर्वकामिकम् तावद्गर्जं तितीर्थानि तावत्क्षेत्राणि सर्वदा गोपिका चन्दनं यावन्न दृष्टं न श्रुतं द्विज इदं ध्येयमिदं पूज्यं मलदोषविनाशनं यस्य संस्पर्शनादेव पूदो भवति मानवः अन्धकाले तु मर्त्यानां मुक्तिदम् पावनं परं किं वदामि द्विजश्रेष्ठ मुक्तिदं गोपीचन्दनं विष्णोस्तु तुलसीकाष्ठं तथा वै मूलमृत्तिका गोपिकाचन्दनं चैव तथा वै हरिचन्दनं चत्वारि ह्येदानि सम्मील्य अङ्गमुद्वर्तयेत् सुधीः तेन तीर्थं कृतं सर्वं जम्बूद्वीपेषु सर्वदा तिलकं कुरुते यस्तु गोपिका चन्दनद्रवैः सर्वपापविनिर्मुक्तो यादि विष्णोः परं पदं पितुश्राद्धाधिकं तेन गयां गत्वा दुवै कृतं येन वा पुरुषेणापि विधृतं गोपीचन्दनं मध्यपो ब्रह्मः चैव गोघ्नो वा बालः तथा मुच्यते तत्क्षणादेव गोपीचन्दनधारणाद् इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुमापदि नारदसंवादे गोपीचन्दनमाहात्म्ये सप्तषष्टितमोऽध्यायः ॐ